सर्वेषां नमस्कारः. अद्यतनकरपत्रम् अस्ति प्रेरणार्थे निच् विशेषः अजन्तदातवः इति. गते सप्ताहे करपत्रं नूतनतया आरब्धं. तर्हि अत्र वयं कुत्र स्मः इत्युक्ते इकारान्तदातवः आरभ्य अद्य पठामः. अस्तु, आकारान्तानां विषयः समाप्तः खलु. एकारान्ताः अपि क्षम्यताम् एजन्ताः अपि आकारान्ताः भवन्ति आदेशोपदेशे अशीति इत्यनेन. तदनन्तरं तु अस्माकं सामान्यसूत्रम् अस्ति अर्ति ह्री ह्री व्लि रीक्ष्णुयीक्ष्मायातां पुङ्गो इत्यनेन पुक् आगमः भवति स्म. किन्तु अनन्तरम् अन्यसूत्रमस्ति शाश्चा सा वा व्यावेपां पुक् युक् इत्यनेन युक् आगमः भवति इति सामान्यसूत्रद्वयं वर्तते. अनन्तरं वयं तु विशेषधातूनां स्वीकृत्य विशेषकार्याणि दृष्टवन्तः. उदाहरणार्थं वै धातोः कृते ओ विदुणे जुक् इति अनन्तरं लि धातोः अपि तथा क्षम्यतां ला धातोः अपि स्नेहविपातने इति अर्थे लीलोः अङ्गस्य लुक् लुक् इति अन्यत्र रस्यामिति तर्हि रूपद्वयं ताडयामः खलु. तर्हि अग्रे अर्थविशेषे मित् आकारान्तदातवः इत्यपि दृष्टं. न्या ग्लास् ना श्रा इति दृष्टं गते सप्ताहे. मित् इति सन्ति इति कृत्वा तेषां मित्संज्ञा वर्तते इति कृत्वा मितां ह्रस्वः इत्यनेन ह्रस्वत्वं प्राप्नुवन्ति. तर्हि तस्मिन् विषये अद्यपि पुनः चर्चा भवति सः एव तस्मिन्नेव विषये. तर्हि वयम् आरम्भमहे इकारान्तदातवः इति आरभ्य पठामः. उषा भगिनी पठति किं भगिनि? म्यूटेड् अस्ति मन्ये भगिनि. श्रूयते वा भगिनि? आम् आम् आम् श्रूयते वा भगिनि? शृणोमि भगिनि. आम् ओके. इकारान्तदातवः सामान्यव्यवस्था अचोञ् निति इत्यनेन वृद्धिः एचो अयवायाभः इत्यनेन आय् आदेशः. नी नाययति. यावन्तः इकारान्तदातवः ईकारान्तदातवः च अपवादभूताः सन्ति तेषां वर्तनम् अधः भवन्ति. कोऽपि धातुः अधः सूचितः नास्ति चेत् तर्हि सामान्यरूपेण एव तस्य ण्यन्तरूपव्युत्पत्तिः इति बोध्यम्. क्री जि अधि योगः इ इति अधि योगः इ इति धातवः. क्री क्रयादिगणे लटि क्रीणाति. जि वादिगणे लटि जयति. अधि योगः इ इङ् अध्ययने नित्यम् अधिपूर्वः. अदादिगणे लटि अधीते. क्रीङ्जीनां नौ निचिपरे येषां धातूनां एचः स्थाने आ आदेशः भवति. क्रीश्च इञ्च जीश्च तेषाम् इतरेतरद्वन्द्वः. क्रीङ्जिस्तेषां क्रीङ्जीनां षष्ट्यन्तं नौ सप्तमीयन्तं द्विपदमिदं सूत्रम्. आदेच उपदेशे अशिति इत्यस्मात् आत् एचः इत्यनयोः अनुवृत्ति भवति. अनुवृत्तिसहितसूत्रं क्रीङ्जीनां एचः आत् नौ. एतावत् किम् उक्तमस्ति इति एकवारं वदति किं भगिनि? आरम्भतः इत्युक्ते अत्र करपत्रे यद् भगिनी पठितवती ततः आरभ्य भगिनि. सामान्यव्यवस्था अचोन्निति इत्यनेन वृद्धिः एचो अयवायावः इत्यनेन आय आदेशः नी नी निच् पदं प्रक्रिया वदति किं प्रथमं किं भवति नी इत्यस्य नी इत्य नी नियोगः निच् नियोगः निच् अचोञ्जुनिति इति सूत्रेण वृद्धिः भवति नैयोगः इ अनुवृ नैयोगः इ इति रूपं नै इति नै इति योगः नै इति योगः नै इति योगः नै इति स्थितौ किं भवति अस्माकं सन्धिसूत्रमस्ति खलु एचो एव अयावः इति एचो एव नाय् नाय् योगः इ नाय् नायि इति रूपं नूतनधातुः नूतनधातुः देन् वि आड् द तिङ् प्रत्ययस्य योजनेन कर्तरि शप् इति सूत्रेण शप् नायि योगः शप् योगः ति इति रूपं देन् नायि नायि योगः अ योगः ति सो नाये गुण गुणादा सार्वधातुक आर्तधातुकयोः सूत्रेण गुणा सिद्ध्यति नाये योगः अ अगः ति नाये योगः अ नाय नाययति नाययति वुड् बि द फैनल् अधुना विशेषः इति विशेषधातूनाम् इति वयं क्री इति पश्यामः खलु क्री जि आदियोगः इ इति विशेष स्थितिः अस्ति तेषां क्री जि आदियोगः इ दिस् विशेषधातूनां क्रीङ् जीनां णौ सूत्रे सूत्रः प्रसक्तिः अस्ति क्रीङ् जीनां णौ सूत्रः इत्यनेन सूत्रेण णिचि परे येषां धातूनां येषां धातूनां एचः स्थाने आ आदेशः भवति क्रीञ्जीनां णौ अनुवृत्तिसहित आते आत् क्रीञ्जीनां एचः आत् णौ सो क्री योगः उत्तमं भवति उत्तमम् उक्तवती भगिनी सम्यक् उक्तवती किमित्युक्ते एकमेव अत्र सूत्रमिति नपुंसकलिङ्गपदमस्ति तदेव मया वक्तव्यमासीत् क्रिञ्जीनां षष्ट्यन्तं न न सूत्रमिति सूत्रः इति भगिनी पुल्लिङ्गरूपेण वदति खलु सूत्रम् इति नपुंसकलिङ्गपदमस्ति इति क्रिञ्जीनां नौ क्रिञ्जीनाम् इस् दट् इस् ऐ थाट् इस् प्लूरल् न न महं तु सूत्रम् इति पदं वदति खलु सूत्रः इति उक्तवती भगिनी ओ ओके सारि सारि भगिनि सारि न न न बहु सम्यक् प्रतिपादयति आं समीचीनमस्ति उत्तममस्ति भगिनि अस्माकं तु आदेश उपदेशति इति सूत्रं गते सप्ताहे सप्ताहद्वयात् अतीतं खलु यत्र एजन्तदातूनां औपदेशिकावस्थायां ये एजन्तदातवः सन्ति तेषां तु किमस्ति अशीति परे प्रत्यपरे किमस्ति आकारः अस्ति अत्र तु नौ प्रत्यपरे इति साक्षात् उक्तमस्ति नौ परे इत्युक्ते निच्छति तत्र उल्लिखितं तर्हि नौ परे तेषां तु आकारान्ताः भवन्ति किन्तु अत्र तु उपदेश इति किमपि न दत्तमस्ति तर्हि विकरणं भूत्वा प्रथमं तु क्री अस्ति अचोणिति इति नेन ऐ भवति विकरणं भूत्वा तदनन्तरम् आकारत्वं प्राप्नुवन्ति उपदेश इति न उल्लिखितम् ओके आतेच इस् आत् इस् द ओन्लि वन् दट्स् कमिङ्ग् डौन् इस् द अनुवृत्ति आत् अण्ड् एषः इति द्वयमपि आतेच् ओके क्रीयोगः णिच् अचोन्निति इत्यनेन वृद्धिः कैयोगः इ कैयोगः इ नौ क्रीञ्जीनां नौ इत्यनेन सूत्रेण आत् आ आदेशः भवति क्रै बिकम्स् क्रा क्रायोगः इ क्रायोगः इ अर्तिह्री ग्ली रीक्नुयीष्मा यातां पुङ् नौ इत्यनेन पुक् आगमः भवति. क्रा योगः पुक् योगः इ क्रापि इति निजन्तदातु. लटीरूपं क्रापयति. धन्यवादः भगिनि. अग्रे अन्यः पठे सरल भगिनि पठति. भगिनि जि युग रिच् अचोन्यनति इत्यनेन वृद्धि जय युग ईकार ग्रीन् जीनां रौ इत्यनेन एचः स्थाने आ आदेश जा योग ईकार अत्रीहि व्लीरि न्युयि शम्यतां पुङ्रौ इत्यनेन पुक् आगम जा योग पुक् इ जापि इति ऋजन्तधातु जापयति. इदानीं जि इति एकारान्त धातु अस्ति निच् परे तत् इदानीम् अचोन्यनति तस्य प्रसक्तिः अस्ति. अचोन्यनति अनेन इकारस्य स्थाने वृद्धि भवति. वृद्धि इकारस्य वृद्धि वर्णः भवति ऐ. सो जै इति भवति. जै योग इकार क्रीं जीनाणौ अनेन ऐकारस्य स्थाने आकार आगच्छति. सो जै स्थाने जा भवति. सो जा योग इ. इदानीं अतिहिरिवली क्रियो क्षम्यतां पुङ्णौ अनेन इकारस्य परे अस्ति तस्य पुक् आगम आगच्छति. आकारान्त धातु यदि पूर्वमस्ति तद् पुक् आगम भूत्वा जा योग पुक् योग इ भवति. ककारस्य हलन्तनेन संज्ञा भवति. उकारस्य उपदेशे जनुनासिकने उपकार भवति. सो जाप योग इ जापि आगच्छति. जापि योग विवक्षा लट् लकारे अस्ति तत् जापि योग शप् योग ति भवति. प्रथमं तिबादे भवति लकार अस्ति तु तदनन्तरं शप् आगच्छति. सो जापि योग शप् योग भवति. इदानीं सार्वधातुक आर्धधातुको अनेन इकारस्य स्थाने गुण आदेश भवति. सो जापे योग अकार एचोवयाय अनेन जापय इति अङ्गं भवति. जापय योगति जापयति इति निष्पन्नं भवति. अग्रे रोग्यनिच् अति पुनः इकारस्य निच् परे अचोन्यनति अनेन वृद्धि भूत्वा योग इति ए भवति. किन्तु क्रीञ्जिनो इन्नेन इकारस्य स्थाने आ आगच्छति. सो आ अत्र न दत्तमस्ति ए किन्तु मुद्रणदोषमस्ति. सो ए स्थाने आ आगच्छति. किञ्चिनाणौ आयोग इ पुनः अतिहिरुलीयो अनेन पुक् आगम आगच्छति. आयोग पुक् योग इ आपि रिञ्जन्तधातु आपि योग तिप् योग आपि पुनः आपि योग शप् योग तिप् आपयति. अधि इदानीम् अधि योग आपयति अध्यापयति इति भवति. यदि उपसर्ग योजनम् आगच्छति धातोः तु धातोः पूर्वं तस्य रूपं निर्माणं भवति. तदनन्तरम् उपसर्ग योजनीय इति महोदय उक्तवान्. सो अतः समीकर्तवान् कृतवान् करपत्रं. सो इति गत्यार्थे अध्ययनस्य अस्ति. ई योगाने च यथा पूर्वं वयम् उक्तवन्तः अचोन्यनति इत्यनेन वृद्धिसन्धि भूत्वा अयोग ई क्रीञ्जिनो अनेन आ आदेश आगच्छति. आयोग ई त्रिः व्लीयो पुक् आगम आगच्छति. सो आयोग पुक् योग ई आपि सनादन्त धातव अनेन आपि अतिदेशधातु नूतन धातु तस्य संज्ञा भवति. यदि आपि इति नूतनधातु अस्ति इदानीम् अपि तस्य लकारविवक्षा अस्ति. सो लकारविवक्षाने अपि तिबादयत् तदनन्तरम् आगच्छति. लट् लकार इति विवक्षा अस्ति, तो विकरणप्रत्ययस्य आगमनं भवति. तिप् साक्षात् परे अस्ति, धातोः साक्षात् परे. सो इदानीं शप् आगत्य आपि योग शप् योग तिप् भवति. शप् अनुबन्धलोपानन्तरम् अविशिष्यते. पुनः आपि तस्य षकार पकार गुणभूत सार्वधातुक आर्धधातुकयो अनेन गुणभूता. आपे योग अकार एचोयायव अनेन आपयति. आपयति योग तिप् अनुबन्धलोपनान्तरं ति भवति. आपयति भवति. अधि योग आपयति ञणसन्धि भूत्वा अध्यापयति इति निष्पन्नं भवति. अत्र विशेषः ई धातोः विशेषः कः इत्युक्ते, ई अध्ययने इति धातुः अस्ति. अस्य धातोः तु नित्यम् अधि उपसर्गपूर्वकधातुः अस्ति. अधि इति उपसर्गं विना प्रयोगः लौकिक कुत्रचिदपि न द्रष्टुं शक्नुमः. सर्वदा तु अधि उपसर्गपूर्वकः एव भवति इति कृत्वा नित्यम् अधि उपसर्गपूर्वक अधि उपसर्गपूर्वकः इति वदेम. अपि महोदय उक्तवान् यदि उपसर्गयोजनीय अस्ति तो धातुरूप क्रियापदं रूपं निर्मातुं तदनन्तरम् उपसर्गयोजयन् अग्रिमपङ्क्त्यां तदेव लिखितवान्. उपसर्गः क्रियायोगे इत्यनेन उपसर्गसंज्ञा ते प्राक् धातोः इत्यनेन उपसर्गसंज्ञका शब्दाः धातोः पूर्वम् अव्यवहिततया उपसर्गस्य पदसंज्ञा इति कृत्वा बहिरङ्गम् अथ प्रक्रियायाः अन्ते एव संयुज्यते. उपसर्गक्रियाया योगे यदि उपसर्ग क्रियापदे योजनीया अस्ति तस्य उपसर्गाः क्रियायोगे इत्यनेन संज्ञासूत्रमस्ति. ये प्रादिगणे वयं तु प्रपरा अपसम् इति त्रिपुरं पठितवन्तः खलु. प्रादिगणः इति द्वाविंशतिशब्दाः वयं प्रादिगणे सन्ति. प्रादिगणः इति तस्य नाम यदि प्रादिगणस्य किमस्ति पदानि ये पदानि शब्दाः सन्ति ते यत्र क्रियायाः योगेन वयं योगे यदा वयम् अस्माकं प्रयोगः भवति तदा तु तेषाम् उपसर्गसंज्ञा भवति इति. अस्तु संज्ञासूत्रम् उपसर्गः सदा क्रियया योगं भवति भगिनि. उपसर्गः सर्वदा तु क्रियायोगं भवति एव. उपसर्गप्रपरा सर्वे अपि क्रियायोगं भवति. तेषां क्रियायोगं भवति खलु. अस्तु कदापि कृदन्त उपसर्ग न भवति. कृदन्त उदाहरणार्थं दुर्व्यवस्था इति वदामः खलु. दुर् इति उपसर्गः अस्ति. व्यवस्था इति तदपि प्रयोक्तुं शक्यते. क्रियायोगेन यत्र आगच्छति तेषां तु तदा उपसर्ग इति नाम्ना जायते संज्ञा भवति. अनन्तरं यत्र उपसर्गसंज्ञा भवति तस्मिन् समये किम् इत्युक्ते ते प्राग् धातोः इत्यनेन सूत्रेण धातोः प्राग् आगच्छति इत्युक्ते धातोः पूर्वम् आगच्छति. परं नायान्ति खलु उपसर्गाः तु सर्वदा तु धातोः पूर्वमेव आयान्ति इति. उपसर्गस्य पदसंज्ञा अपि भवति इति तस्मिन् विषये तु बहु बृहत् विषयः अस्ति. बृहान् विषयः अस्ति इति मन्ये. उपसर्गस्य पदसंज्ञा कथं भवेत् इति अनेके सूत्राणि तत्र सन्ति इति मन्ये. तर्हि तद् किन्तु तेषां तु उपसर्गाणां साक्षात् पदसंज्ञा वर्तते इति स्मर्तव्यम्. पूर्वम् अव्यवहिततया इति तस्य अर्थं किम् अस्ति भगिनि? मध्ये किमपि न भवति, साक्षात् धातोः पूर्वम् आगच्छति इति. धातोः पूर्वम् अस्तु. उपसर्गस्य पदसंज्ञा इति कृत्वा बहिरङ्ग अतः प्रक्रियायाः अन्ते एव संयुज्यते. ओ प्रथमं प्रक्रिया समाप्तं कृत्वा तदनन्तरम् उपसर्गयोजनीया साधु. उपसर्गाणां प्रथमम् अव्ययसंज्ञा भवति. निपातसंज्ञा अव्ययसंज्ञा इति किमपि अन्ये संज्ञा भवन्ति. तदनन्तरम् अन्ते तेषां पदसंज्ञा अपि भवन्ति. तदनन्तरं यत्र पदसंज्ञा विधीयते तर्हि पदम् अस्ति इति कृत्वा धातुनिर्माणं प्रथमं कुर्मः, तदनन्तरम् उपसर्गेण पदेन अन्यपदेन सह योजनं भवति खलु इति कृत्वा तदनन्तरम् अन्तिमसोपाने उपसर्गसहितम् आयाति इति तथा एव अस्माकं लङ् लकारे तदेव दृष्टवन्तः खलु. यदि वयं किं निक्षिपति रूपम् अस्ति तर्हि निक्षिपति इत्यस्य लङ् लकाररूपं कर्तुं वयं किं कृतवन्तः, प्रथमम् उपसर्गं निष्कासयामः, क्षिपति इत्यस्य अक्षिपत् इति रूपं साधयामः, तदनन्तरं वयम् अन्ते उपसर्गं पुनः योजयामः, तर्हि निक्षिपत् इति रूपं साधयामः, रूपं साधयित्वा अनन्तरम् उपसर्गस्य योजनम् अस्तु भगिनि. धन्यवादः भगिनि. क्रापयति इत्युक्ते ओ क्रीणाति इत्यस्य अन्यान् कमपि भवति तस्य पुत्रं वा पुत्रीं वा यत्र आपणं गच्छतु क्रीत्वा आगच्छतु इति प्रेरणां करोति चेत् क्रापयति. कुत्रचित् वयम् पठामः किन्तु कुत्रचित् लौकिकभाषायां तु वयं न प्रयोगं कुर्मः खलु, ततः भ्रमः जायते क्रापयति इति. ओ अस्तु धन्यवादः. पुत्रेण शाकां क्रापयति इति वाक्यं भगिनी पुत्रेण शाकां क्रापयति इति. नमस्कारः महोदय. नमस्ते भगिनि अरुणा रामलु. भवत्याः ई पत्रमपि दृष्टवती अस्तु भगिनि, प्रयत्नं करोमि महोदय. अत्र पठति अत्र एकः प्रश्नः इति आरभ्य एकः प्रश्नः उदेति. ण्यन्तप्रकरणे ईकारान्तानां निचि परे अचोनीति इति अनन्तरम् आदेशे उपदेशेति इति सूत्रेण प्रभावः किमर्थं न स्यात्? यदा ईकारन्दः एजन्तधातोः जातः तदा किमर्थम् आदेश उपदेशयति इत्यनेन एव एकारस्य आकारस्य न स्यात्? किमर्थम् अत्र नूतनसूत्रे क्रिञ्जीनां नौ इत्यस्य आवश्यकता अस्ति? यदा क्रै योः इत्येषां दशायाम् आदेशे उपदेशयति इत्यनेन एकः क्रायोः इ भवतु, अत्र एचः आत् जातम् अपि च षि निच् प्रत्ययः परः अस्ति, परन्तु एका समस्या अस्ति क्रै उपदेशे नास्ति इत्युक्ते मूलधातुरूपं नास्ति, सूत्रे उपदेशे इति दत्तमस्ति, अतः यत्र मूले एजन्तदातवः अस्ति तत्रैव सूत्रस्य प्रसक्तिः न अन्यत्र, अतः क्रिञ्जीनाम् इत्यस्य आवश्यकता अपि अतः च अधः यावन्ति तुल्यसूत्राणि देशामपि अत्र उपदेशे इत्यस्य औपदेशिकधातु इत्यस्य अर्थेन औपदेशिकधातु नास्ति तथा तदेव अस्माभिः पूर्वं चर्चितं. प्रक्रियायाम् उपदेशावस्था एव अस्ति, प्रक्रियायां मूलरूपं यत्र वयं निच् कृत्वा आनयामः तथापि तस्य यत् विकरणं तस्मिन् प्रक्रियायां विकरणं किमपि न अभवत् चेत् तत्तु वयं उपदेश इति वदामः. उपदेशावस्था इत्युक्ते प्रक्रियायाम् उपदेशावस्था तावदेव अस्ति, अस्यां प्रक्रियायाम् उपदेशावस्था औपदेशिकधातुः इति नास्ति. आतिदेशिकदातवः अपि भवितुम् अर्हन्ति यदि अस्यां प्रक्रियायाम् उदाहरणार्थं निच् प्रक्रिया नो चेत् यत्किमपि प्रक्रिया भवतु ते तत्र तस्य सनन्तप्रक्रिया भवतु तत्र तेषां किमपि विकरणं न अभवत् चेत् आदौ यत् रूपम् आयाति तदेव रूपम् अस्ति चेत् तत्तु मूलरूपम् इति वदामः. अत्र दत्तम् उपदेशे अस्ति आदेशे उपदेशे इति सूत्रं किम् अस्ति अत्र क्रै दाति आदेशे इति दत्तमस्ति, अतः मूलधातुः मध्ये क्री धातुः नास्ति, अतः अत्र आदेशे उपदेशे सिद्धि इति सूत्रं न कार्यं करोति, क्रिञ्जीनां नौ इति सूत्रमेव कार्यं करोति, अवश्यम् अस्ति. अतः अन्यानि स्थलेषु अपि अन्यसूत्राणि अपि कार्यं करोति अत्र इति दत्तम्. अग्रे अपि एतादृशसूत्राणि सन्ति यत्र एकः स्थाने आ इति दत्तम् अस्ति, किन्तु किमर्थं तेषां सर्वेषामपि ग्रहणं किमर्थम् आदेश उपदेश अशीति इत्यनेन किमर्थं न स्यात्, कार्यं किमर्थं न स्यात् इत्युक्ते आदेश उपदेशे अशीति इत्यस्मिन् सूत्रे उपदेश इति पाणिनिना स्पष्टतया उक्तम् अस्ति. तर्हि यत्र अस्माकं क्रै इति प्रथमं क्री इति प्रथमम् आसीत्, अचोणिति इत्यनेन विकरणम् अभवत् अधुना क्रै, तदनन्तरं वयं तु आदेशोपदेशे इति न स्थापयितुं शक्नुमः. किमर्थम् इत्युक्ते औपदेशिकवस्थां नास्ति, अत्र उपदेश अवस्थां नास्ति इति कृत्वा नूतनसूत्रं पाणिनिः रचितवान् एतादृशविशेषधातूनां कृते क्रीड्जीनां नौ इति. अत्र तु क्रै जै अधि उपसर्गपूर्वक ई धातुः अपि तथा एव. प्रश्नः अस्ति किं कस्यपि एतावत्पर्यन्तम्? क्षम्यता महोदय, अत्र उपदेश इत्युक्ते अस्मिन् प्रक्रियाम् उदाहरणं वयं तु प्रेरणार्थे निश्चिति प्रक्रियाः आरम्भः भवति खलु, तर्हि आदिदेशिकमपि दातुमपि स्वीकृत्य अस्माभिः प्रक्रिया कर्तुं शक्यते खलु, तस्य निच्छरूपं साधयितुं शक्नुमः. उदाहरणार्थं सनन्तदातुं स्वीकुर्मः, तस्यापि निच् साधयितुं शक्नुमः खलु. तर्हि तत्र तु यद्यपि सनन्तदातुः साक्षात् औपदेशिकधातुः नास्ति, आदिदेशिकधातुः अस्ति, तथापि तादृशसनन्तधातोः यत्किमपि विकरणं न अभवत्, साक्षात् सनन्तधातुः यत् अस्माभिः प्राप्तं तद् धातुम् उपयुज्य, तत्र तु यदि इकारान्तसनन्तधातुः इति किमपi अन्यसूत्रम् आगत्य, उदाहरणार्थं सनन्तधातुः इति वदामि, किन्तु यत्किमपि आतिदेशिकधातुः अपि यत्किमपि धातुः भवतु इकारान्तः अस्ति चेत् तस्य तु क्षम्यताम् ऐकारान्ताः यत्किमपि सन्ति चेत् तेषां तु एजन्ताः सन्ति चेत् तेषां तु आत्मं भवति आदेशोपदेशे अर्हति इति सूत्रेण. अस्तु महोदय, इदानीम् अवगच्छामि. सनन्तरूपं प्राप्तं यत्किमपि आतिदेशिकरूपं प्राप्तं तस्य तु समाप्तम् अभवत्, सोपानानि समाप्तानि रूपमपि प्राप्नुमः, तदनन्तरं निश्चिति प्रक्रिया आरम्भं कुर्मः. तस्मिन् समये सः धातुः उपदेशे इति अवस्था उपदेश अवस्थायाम् अस्ति इति स्वीकुर्मः. किन्तु यदि किमपि अन्यत् कार्यम् अत्र उदाहरणार्थम् अचोनिति इति आगत्य तस्य वृद्धिः अभवत्, मूलस्थित्यां तु ईकारान्तदातवः सन्ति. उदाहरण अन्ये गते सप्ताहे अस्माभिः दृष्टमासीत् खलु ईकारान्तदातूनां कृते स्त्री इत्यस्य कृते तु आम् तादृशधातूनां कृते तु उपदेशावस्थायाम् अस्ति चेत् एव सूत्रस्य कार्यं भवति आदेशोपदेशे अशीति इति, नो चेत् सूत्रस्य कार्यं न सम्भवति. किञ्चित् भ्रमा जाता, किमर्थम् अचोणिति अच् अच् अस्ति चेत् अत्र तु क्री अपि जी अच् अचन्ते एव अस्ति, किमर्थं किमर्थं क्री जीनां नौ आवश्यकम्? अस्तु, क्रीञ्जीनां नौ इत्यस्य कार्यं नास्ति चेत् किं भवति? सामान्य ईकारान्तदातूनां का स्थितिः? उदाहरणार्थं वयं नि इति दातुं स्वीकुर्मः, नि इति धातोः का स्थितिः आसीत्? अचोणिति दिनेन वृद्धिः अभवत्, नञ् इति अभवत्, नञ् भवति, नञ् योगः इ, तदनन्तरम् एचोय वायावः इत्यनेन नाय योगः इ, नायि इति नूतन नायति इति रूपं प्राप्नुमः, नायति इति आगच्छति. अत्र किं किन्तु अस्माकं रूपं किम्? ओ, अत्र तु पुगन्त पुकागमः तदेव भवति. किन्तु पुक् आगमः भवति यदि आकारान्त धातुः अस्ति चेदेव पुक् आगमः भवति खलु. तर्हि प्रथमम् आकारत्वं प्रापणीयं खलु. तस्य आकारान्तत्वं कथं प्राप्यते? तदर्थं पाणिनिः नूतनसूत्रं रचितवान्. ऐकारः तु अभवत्, तर्हि ऐकारस्य अनन्तरम् आकारः भवतु इति कृत्वा क्रीजीनां नौ इति पाणिनिः रचितवान्. अस्य एतेषां कृते विशिष्टदातवः सन्ति इति कृत्वा. अवगतम् अवगतं. धन्यवादः भगिनि. धन्यवादः. अत्र क्रीजीनां नौ इत्यादीनां सूत्राणां सङ्ख्याम् अवलोकितम्. आदेशे उपदेशे यदि इत्यस्य अनन्तरम् अनेकानि सूत्राणि सन्ति. यै येषाम् उपदेशावस्थायाम् एजेण्ट् नास्ति तेषामपि आत्वम् विद्यते. अत्र दत्तं क्रिञ्जीनाम् इति सूत्रं 6148 आदेशे उपदेशे यदि 6145 इति सूत्रस्य अनन्तरम् अनेकानि सूत्रम् अस्ति इत्युक्ते क्रिञ्जीनामपि अत्र अस्ति. अतः उपदेशावस्थायाम् एजन्तं नास्ति चेत् अपि तेषामपि आत्मं भवति. क्रिञ्जीनाम् अन्यसूत्राणि वा कार्यं कृत्वा अत्र आत्मं भवति इति अत्र दत्तम्. धन्यवादः. गीता भगिनि. गीता भगिनि भगिनि म्यूटेड् अस्ति. क्षम्यतां भगिनि. अधुना अत्र क्रिञ्जी नाम्णौ तत्तु महोदय पठितवान् ली इति. क्षम्यतां क्षम्यताम्. अस्तु, ली ली धातुः. ली भ्वादिगणे लयति, टु मेल्ट्. दिवादि गणे लीयते, टु बि डिसाल्व्ड्. क्रयादिगणे लिनाति, टु मेल्ट्. प्रेरणार्थे लीनयति, लापयति, टु मेल्ट्. लीलोर्नुलुकावन्यतरस्यां स्नेहविपातने, णिचि परे स्नेहविपातने विकल्पेन ली धातोः नुक्, ला धातोः लुक् च, तद्भावे पुक्. स्नेहः नाम तैलं, धृतं, विपातनं नाम टु मेल्ट् डिसॉल्व्. स्नेहविपातनार्थे णिचि ली धातोः नुमागमः, ला धातोः लुगागमः च विकल्पेन भवति. लीश्च लाश्च लीलौ द्वन्द्वः, तयोर्लीलोः. अन्तिमवाक्यं पठतु भगिनि. वयं एतत् सूत्रं पूर्वं पठितवन्तः आकारान्तदातूनां कृते, अस्मिन्नेव करपत्रे पठितवन्तः. अस्तु भगिनि. अनुवृत्तिसहितसूत्रं स्नेहविपातने लीलोः अङ्गस्य नुग्लुकौ णौ अन्यतरस्याम्. किञ्चित् अग्रिमं पठामि भगिनि. नुक् नुक् आगमे ली योगः णिच् इत्युक्ते ली योगः नुक् योगः इ, तदनन्तरं लीनि लीनयति निष्पन्नं भवति. अत्र किमर्थं न अचो णिति इति प्रथमं स्यात्. नुगभावे विभाषा लीयते. अत्र एतावत् पर्यन्तं पश्यामः किं भगिनि? अस्तु अस्तु. अत्र ली धातु विषये दत्तं. ली धातोः तस्य भिन्न अर्थः अस्ति, किन्तु मेल्ट् डिसाल्व् इति एव. लयति, लीयते, लिनाति, लीनयति अपि च लापयति मोस्ट्लि मेल्ट् एण्ड् डिसाल्व्. तदनन्तरं लीलोर्नुग् लीलोर्नुग् लुक् का वन्यतरस्यां स्नेहविपातने सूत्रेण अत्र ली अस्ति चेत् ली एकनिमिष भगिनि ली अस्ति चेत् नुगागम अपि च ला अस्ति चेत् लुगागमः विकल्पेन भवति इति सूत्रेण इति दत्तं भगिनि. तदनन्तरं नुक् आगमे नुक् स्नेहविपातनम् इत्युक्ते मेल्टिङ्ग् आफ् तैलम् इति खलु. स्नेहः इत्युक्ते तैलं, विपातनम् इत्युक्ते मेल्ट् इति अर्थः. तर्हि तादृश अर्थे अत्र आयाति. तत्र तु भगिनी यथा द्वादिगणे द्विवादिगणे इति धातवः सन्ति खलु, द्विधातवः अनेके सन्ति. तर्हि तस्मिन् तादृश अर्थविशेषता यत्र भवति तस्मिन् समये लीधातोः लुक् लुक् इति आगमौ किम् अस्ति, क्षम्यतां, ली इति धातोः लुक् आगमः भवति, ला इति धातोः लुक् आगमः भवति इति पूर्वं दृष्टमासीत् ला धातोः कृते. अत्र तु ली धातोः कृते लुक् आगमः भवति इति दत्तमस्ति. नौ परे इत्युक्ते नौ इति णि प्रत्यये परे अन्यतरस्याम् इति विकल्पेन तादृशं रूपम् इति वदति. तर्हि एकस्मिन् पक्षे लुकागमः भवति, अन्यस्मिन् पक्षे का आस्थितिः इति अग्रे पश्यामः. तर्हि एकस्मिन् पक्षे किं दत्तमस्ति, लुकागमे पक्षे किं भवति, लियोगः णिच् इति स्थितौ लुकागमे पक्षे अनेन सूत्रेण लुक् भवति. तर्हि लीयोगः नुक् योगः यि लीनि इति रूपं लीनयति इति प्राप्नुमः. किन्तु अत्र महोदयेन दत्तमस्ति, तर्हि एकस्मिन् पक्षे वैकल्पिकरूपाणि सन्ति. तर्हि एकं रूपम् अस्ति लीनयति इति रूपं लीधातोः, यत्र स्नेहविपातने इति अर्थे यत्र आयाति तत्र लीनयति इति रूपं धृतं घृतं लीनयति इति. माता पुत्रेण घृतं लीनयति, पुत्र्या घृतं लीनयति इति. अत्र किमर्थम् अचोमिति इति प्रथमं न स्यात् इति महोदयस्य प्रश्नः. किमपि उक्तवान् किं भगिनि महोदय अस्मिन् विषये, सरला भगिनि? न भगिनि, ली तदनन्तरं विभाषा लीयते तस्य रूपं कृतवान् एवं किम्? अहं मन्ये लौकिकभाषायां तथा नास्ति इति कृत्वा अचौनिति इत्यस्य कार्यम् अत्र न भवति इति मम अवगमनम्. एकनिमिषं पश्यामि. परसूत्रादिवान् भवत्या पृष्टवान् परसूत्रमस्ति परसूत्र अन्यत्र अन्यत्र लब्धावकाशः अस्ति किम्? परसूत्रात् इति उक्तवान्. अचोणिति किमर्थं कुतः परसूत्रम् आयाति इति? तत्तु परसूत्रम् अस्ति भगिनि. न अन्यत्र अन्यत्र परसूत्रमस्ति, किन्तु अन्यत्र अन्यत्र लब्धावकाशः अस्ति चेत् एव तादृश, नो चेत् वयं मम प्रश्नः अस्ति प्रभाति आयाति किम् इति प्रश्नः. द्वयमपि अतः वर्णः अस्ति, निति परे इति असु अस्ति. तर्हि विश प्रभाद्य आगच्छति इति बाधकसूत्रम् इति वक्तुं शक्यते खलु. न्यूनक्षेत्रमस्ति, द्वौ अपि लीला, द्वौ अपि अतः अङ्गम् अस्ति. हिमाभ्यां पृष्टवान्, हिमा भगिनी उक्तवती परसूत्रादिति अङ्गीकृतवान्. ओ एवं किम्? आमाम् सप्तमाध्यायस्य अचोन्नति सप्तमाध्यायस्य द्वितीय किन्तु अत्र नौ इति लीलोर् लुक् लुक् अन्यतरस्यां स्नेहविपातने इति सूत्रं तु अन्यत्र लब्धावकाशः कुत्र अस्ति? अन्यत्र लब्धावकाशः नास्ति खलु. एकत्र एव अवकाशः अस्ति खलु अस्य अन्यतरसामपि अस्ति साधु अन्यतरस्य अस्ति तद् निष्कासनीयं खलु यत्र नुकागमः भवति तत्र तु एकत्रैव प्राप्तिः अस्ति खलु अन्यत्र लब्धावकाशः नास्ति खलु तर्हि यत्र नुकागमः भवति तत्र तु अस्य तु बाधकसूत्रम् इति कृत्वा तस्य बलम् अपवादत्वेन आगच्छति खलु अचोनिति इत्यस्य अपवादः भवति खलु यत्र नुकागमः भवति तत्र अस्य सूत्रस्य अपवादत्वेन बलवद्भवत् भूत्वा आगच्छति इति मम मतिः अग्रे पश्यामः नुगा तर्हि एकस्मिन् पक्षे यत्र नुकागमः भवति तस्मिन् पक्षे नीलीनयति इति रूपं प्राप्नुमः अन्यस्मिन् पक्षे नुक् भावे अन्यस्मिन् पक्षे किम् अस्ति अस्माकं अस्माकं विभाषा लीयतेः इति सूत्रमस्ति अत्र तु विभाषा लीयते इति सर्वेषां लीधातूनां ग्रहणं भवति तत्र अत्र तु लीधातोः स्नेहविपातने इति अस्ति चेत् एव ली नुकागमः भवति लीनयति इति रूपं प्राप्नुमः किन्तु सामान्यसूत्रं सर्वेषां लीधातूनां कृते अस्ति एकं सूत्रं विभाषा लीयते इति सूत्रं तदपि पठामः भगिनि एतद् त्वम् उक्तं न तथैव महोदय भगिनी पठति किं भगिनि सरला भगिनि एतदेव वदा न नास्ति चिन्ता मुद्रण पुनः प्रायः शोषामः किन्तु मम मतिः अस्ति एकस्मिन् पक्षे एव अस्ति कृत्वा एकत्र प्राप्तिः एव अस्ति अन्यत्र प्राप्तिः नास्ति इति कृत्वा यत्र नुकागमः भवति अपवादत्वेन एव तस्य कार्यं भवति इति मम अहमपि पश्यामि पुष्पभगिनी अग्रे पठति किं भगिनि विभाषा लीयते एकनिमिष भगिनि आगच्छति ली धातुः भगिनि अस्तु विभाषा लीयते नुगभावे विभाषा लीयते लिङ् एकनिमिष म्यूसिक् लिङ् श्लेषणे द्विवादौ ली श्लेषणे क्रयादौ क्रियादौ विकल्पेन आत्वादेशः भवति एचः विषये अत्र एचः स्थानी नास्ति एचः विषये इति उक्तत्वात् एचः तत्र एचः तत्र स्थानी नास्ति इति वदति नाम ली इत्यस्य यदा गुणः वा वृद्धिः वा जायमानः यस्मात् एकारः वा एकारोः वा ऐकारः वा जायमानः ततः पूर्वमेव तत् स्थाने ईकारः स्थाने आकारादेशः भवति लीयते इति तत् विसर्ग नास्ति अत्र न भगिनि विसर्गः अस्ति विसर्गः लीयते न लीयते ओ अस्तु अस्तु अस्तु प्रत्ययः अस्ति इति कृत्वा तस्य षष्टिविभक्तिः अस्ति खलु अस्तु अस्तु लीयतेः इति यक् प्रत्यययुक्तं रूपं न तु ष्यन् प्रत्यययुक्तम् इत्यस्मात् क्रियादिगणीयः अपि च दिवादिगणीयः द्वयोः अपि धात्वोः ग्रहणम् पूर्वतनै सूत्रे मीनाति मीनोति दीनां ल्यपि च इति सूत्रे एचः इत्यस्य एचः विषये इत्यर्थः अस्तु अस्ति इत्यस्मात् अस्मिन् सूत्रेपि तथा विभाषा प्रथमान्तं लीयतेः षष्ट्यन्तं द्विपदमिदं सूत्रम् आदेच उपदेशेशिति इत्यस्मात् आतः एचः इत्यनयोः अनुवृत्तिः मीनाति मीनोति दीन्याङ् लाङ् ल्यपि च इत्यस्मात् ल्यपि इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं विभाषा लीयतेः आत् एचः ल्यपि अस्तु अत्र लिङ् तु श्लेषणे द्विवादौ ली क्रियादौ विकल्पेन आत्वादेशः भवति इति भवति एचः विषये एचः विषये तत्तु एच् धातुः ऐ मीन् एच् प्रत्ययस्य विषये एच् इति यत्र भवति स्म तस्मिन् सन्दर्भौ इति किमपि कार्यम् आगत्य एच् इति कर्तुम् इच्छति चेत् तस्मिन् समये विभाषा लीयते इति आगत्य आकारत्वं विददाति उदाहरणार्थं ली योगः णिच् इति स्थितौ सामान्यतः किं भवति अचोणिति इति सूत्रेण लै आगच्छति स्म एच् रूपं प्राप्नोति खलु एच् प्राप्नोति तर्हि तस्मिन् सन्दर्भे यदा एच् रूपं प्राप्नोति तस्यां सन्दर्भौ विभाषा लीयतेः इति अपि आगत्य एकस्मिन् पक्षे विभाषा इत्युक्ते अन्यतरस्यां विभाषा वा इति सर्वे तु वैकल्पिकरूपाणि दास्यन्ते खलु तर्हि विभाषा अस्ति कृत्स्ति इति कृत्वा एकस्मिन् पक्षे आत्व आदेशः भवति एच् न भवति किन्तु आकारः भवति तर्हि ला इति रूपं प्राप्तः विषयसप्तमी अस्ति एकः विषये इति विषयसप्तमी तादृशसन्दर्भे इति एचः इति वदनेन विषयसप्तमी अस्तु नाम ली इत्यस्य यदा सूत्रपठित्वं न अवगन्तुं शक्नुमः अत्र तु काशिकावृत्त्यां सर्वत्र उल्लिखितमस्ति तत्र विवृतमस्ति एतः विषये इति कथम् आयाति इति कथम् आयाति वदामि अत्र ली इत्यस्य गुणः वा वृद्धिः वा जायमानः तस्य एकारः वा ऐकारः वा जायमानः ततः पूर्वमेव तत्स्थाने ईकारस्य स्थाने आकारः भवति तदेव इदानीम् उक्तं लियतेः इति वदनेन यक् प्रत्ययुक्तं रूपम् अस्ति तत्तु लियतेः इत्यनेन इति वदनेन इत्यस्मात् क्रियादिगणीयः अपि दिवादिगणीयः द्वयोः धात्वोः ग्रहणं तत्र आकारः ग्रहणम् इति वदति पूर्वतने सूत्रे मीनाति मीनोति दीनां ल्यपि च तत्र ल्यप् विषये वदति ल्यपि इत्यस्य अनुवृत्तिः आगच्छति इति वदति भगिनि तत्रापि एषः विषये एव आसीत् अत्रापि एषः विषये द्वे अपि आकात्वम् आगच्छति ल्यप ल्यप विषये ल्यप तु भिन्नविषयः अस्ति अत्र तस्य तस्मिन् विवक्षा अत्र विवक्षा नास्ति तर्हि मीनाति मीनोति अत्रापि तत्रापि तथा एव यत्र एच् प्राप्नोति तस्मिन् सन्दर्भे वाक्यस्य सूत्रं कार्यं करोति. अत्रापि लीयतेः अपि तथा एव. अस्तु भगिनि, अग्रे किञ्चित् पठामि. ईकारस्य वृद्धिः न जायते अपि तु अस्तु. अनुवृत्तिसहितसूत्रम् अवगतं न, विभाषा लीयतेः आत् आत् ये च ल्यपि, तत्तु मीनाति तद् तद् अपि एतत् सूत्रे इन्क्लूडेड्. वाट् इस् इन्क्लूडेड्, हौ डि से इन्क्लूडेड् भगिनि? अनुवृत्ति पूर्वतनसूत्रमस्ति खलु, अस्य पूर्वतनसूत्रमस्ति मीनाति मिनोति दिङ्गां ल्यपिचयति. मीनाति मिनोति दिङ्गां ल्यपिचे तत्रापि एचः ल्यपि इति, एचः आत् एचः इति अनुवृत्तेः सन्ति. तत्रापि सः एव एचः इत्यर्थ इत्युक्ते एच् निमित्तं वा षष्टिविभक्ति वा सप्तम पञ्चमी विभक्ति वा नास्ति. अत्र तु एचः विषये इति विषयसप्तमी अस्ति. तर्हि ततः एव अत्रापि विभाषा लीयते इति सूत्रेपि आत् एचः इति अनुवृत्तेः आयान्ति, अनुवृत्तिद्वयम् आयाति. समान अर्थेषु एव अर्थे एव आगच्छति, आत् आगमः एकः विषये इति. ईकारस्य ईकारस्य वृद्धिः न जायते अपि, अपि तु आ आदेशः भवति. तदा अर्तिह्रीक्ष्माम्यातां पुङ्नौ इत्यनेन पुगागमः भवति. किमर्थं तर्हि तस्य सूत्रस्य किमर्थम् अने किमस्ति आकारः अस्ति ईकारः ईकारस्य न जायते अपि तु जायते अपि वृद्धिः भवति चेत् एव आर्ति कार्यं करोति. किन्तु अत्र विभाषा लीयते इति प्रतिपदोक्तत्वात् केपि वक्तुं शक्यते खलु, विभाषा लीयते इति सूत्रस्य निरवकाशः अपि भवति इति कृत्वा अस्य सूत्रस्य प्रसक्तिः. तर्हि एकस्मिन् पक्षे विभाषा लीयते इत्यनेन आ आदेशः भूत्वा लायोगः इ, अधुना ला इति आकारान्तधातुः अस्ति इति कृत्वा अर्ति ह्रि लापयति अत्र नुग्भावे अपि च आदेशः भवति, आदेशभावे अचोणिति इत्यनेन वृद्धिः. तदा एचोयवायावः इत्यनेन आय आदेशः, लि योगः णिच्, लै योगः इ, लाय् योगः इ, लायि इति निजन्तधातुः, लाययति लापयति लाययति. अत्र अत्र महोदय ईकारस्य वृद्धिः न जायते अपि इति अस्य आशयः कः इत्युक्ते, एक एच् अचोणिति इत्यनेन ऐकारः भवति स्म, किन्तु तद् प्रभादि आकारः भवति अनेन सूत्रेण इति प्रायः तथा स्यात्. तर्हि रूपत्रयमस्ति, स्नेहविपातने अस्ति चेत् रूपत्रयं भवति, लीनयति लापयति लाययति इति रूपत्रयं. किन्तु यत्र स्नेहविपातने इति अर्थः नास्ति चेत् रूपद्वयमेव भवति. परन्तु स्नेहविपातने इति अस्ति चेत् लीनयति अनन्तरं लाययति इति रूपद्वयम्, अनन्तरं श्लेषणे इति अर्थे अस्ति चेत् यत्र लिङ् दिवादिगणस्य त्रयादिगणस्य धातवः सन्ति चेत् लापयति लाययति इति रूपद्वयं प्रश्नमस्ति. स्नेहविपातने अस्ति चेत् लीनयति लाययति इति रूपद्वयम्. यत्र लिङ् इति द्विवादिगणस्य श्लेषणे, अनन्तरं लि क्रियादिगणस्य श्लेषणे इति अस्ति, तादृशलि धातुद्वयम् अस्ति चेत् भिन्न अर्थे खलु श्लेषणे इत्यर्थे अस्ति. तर्हि श्लेषणे इत्यर्थे अस्ति चेत् लापयति लाययति इति रूपद्वयम्. भगिनी प्रेरणाशैली नयति लापयति टु मेल्ट् पूर्वे प्रेरणार्थे लीनयति लापयति टु मेल्ट् अबौट् टेक् अ लुक् प्रेरणार्थे लीनयति लापयति टु मेल्ट् इति किन्तु अत्र तु लापयति इति न भगिनि अत्र तु प्रायः मुद्रणदोषः स्यात् खलु किमर्थम् इत्युक्ते विभाषा लीयते इति केवलं द्विवादिगणस्य क्रिया श्लेषणे अनन्तरं क्रियादिगणस्य लीश्लेषणे अने श्लेषणम् इत्युक्ते एकनिमिषं पश्यामि अत्र सूत्रे एव उक्तमस्ति खलु यक् प्रत्ययः आयाति इति कृत्वा भगिनी महोदय भवत् किम् उक्तवान् एतत् प्रति भवत् बहु कच्च उक्तवेद नूतनं कृतवान् अत्र अवकाशः प्राप्तुं भवती शृणोतु भवत्याः ध्वनिः सम्यक् न श्रूयते भगिनि पुनः मङ्गलवासरे महोदय विभाषा लीयते अपि चीन् धातो प्रति नूतनं कुछ बहुत् कुछ सः उक्तवान् आमाम् अग्रे आयाति किन्तु यथा भवती उक्तवती विभाषा खलु एष इति एतत् विषये तस्य प्रति यथा भवती उक्तवती तथैव सः अपि उक्तवान् विषयः अस्ति तत्र एच विषयः अस्ति न तु स्थाने अस्ति किं कारणं किं मीनाति मिनोति पूर्वं सूत्रम् अस्ति तस्य तत्रापि एच विषय इति भवति तस्य अनुवृत्तिः आगत्य अत्र एतत् सूत्र एतस्मिन् सूत्रे अपि एष विषये अस्ति एच विषये अस्ति न तु प्रश्नः अधुना तथा नास्ति भगिनि अस्माकं प्रथमली धातोः प्रथमवाक्यं पठतु अत्र लीवादिगणे लयति टु मेल्ट् द्विवादिगणे लीयते टु बि डिसाल्व्ड् त्रयादिगणे लीनाति टु मेल्ट् प्रेरणार्थे तर्हि तादृशधातूनां प्रेरणार्थे रूपं लीनयति लापयति इति दत्तवान् लापयति पुगागमः ला इति भवति विभाषा लीयतेः इति यत् रूपं प्राप्नुमः तत्तु केवलं यत्र अस्माकं श्लेषणे इत्येव लापयति इति रूपं प्राप्नुमः खलु भगिनी अस्तु लीलो नुक् लाक् अन्यतरसां तत्र अन्यतरसां यदि नुक् आगमनं भवति अन्यतरसां तत्र लाय केवलं न अन्यतरस्याम् इत्यनेन केवलम् अत्र अचोनिति इत्यनेन भवति खलु किमर्थं विभाषा लीयते इति केवलं धातुद्वयस्य एव विभाषा लीयते विपातनेन आगच्छति ओ सारि विपातनं न आगच्छति आम् तदेव तर्हि प्रायः मुद्रणदोषः स्यात् लायति इति लेखितुम् इष्टवान् किन्तु लापयति इति प्रायः लापयति आगतवान् तर्हि मेलति लापयति अनन्तरं श्लेषणे इति अर्थे लापयति लालयति इति रूपद्वयः महोदय अत्र सूत्रस्य क्षम्यता महोदय लील् और् नुकावने सूत्रां स्नेहोपातने सूत्रस्य प्रथम सेण्टेन्स् पठितवान् चेत् अत्र निचिपरे स्नेह उपातने विकल्पेने ली धातोः नुक् ला धातोः लुक् च तस्य पदं तत् अभावे बुक् बुक् बुक् तत् अभावे अतः लापयति इति अपि भवति दत्तं महोदय अत्र दत् अभावे पुक् पुक् लुक् पश्यामि आमां पुक् आगमः अस्ति इति आं तर्हि एकस्मिन् पक्षे लुक् नुक् अन्यस्मिन् पक्षे पुग् आगमः अपि भवति अनन्तरं तृतीयपक्षे लाययति आगच्छति तत्र लाययति इति धन्यवादः महोदय. तर्हि रूपत्रयं महोदयेन वक्तव्यम् आसीत् खलु, प्रथम वाक्ये प्रेरणार्थे लीनयति, लापयति, लाययति इति रूपत्रयम्. अत्र एकनिमिषं, प्रायः लाययति इति ली धातोः न स्यात्, स्नेहविपातने अस्ति चेत् केवलं रूपद्वयमेव प्रायः स्यात्. यदि अन्यः धातुः अस्ति चेत् एव, अन्य ली धातूनां कृते एव, अनेके ली धातवः सन्ति इति मन्ये, तत् पश्यामि. दिवादिगणे क्रियादिगणे द्रवीकरणे इत्यपि अस्ति. प्रायः दिवादिगणस्य क्रयादिगणस्य एव तादृशम् अचोण्णिति इत्यनेन कार्यं भूत्वा एचोयवायावः इति आगच्छति. अत्र उक्तमस्ति खलु नुग्गा नुग्गभावे अपि च आदेशभावे इति पुनः दत्तमस्ति. तर्हि रूपत्रयं वक्तव्यम् आसीत् अग्रेपि, अत्र दत्तमस्ति नुगभावे अपि च आदेश अभावे अचोणिति इत्यनेन वृद्धि तथा एचोयवायावः इत्यनेन आयादेश. तर्हि रूपत्रयं द्वयोः अपि प्रथम विपातने इत्यस्य रूपत्रयं लीनयति, लापयति, लाययति इति. अनन्तरं श्लेषणे इत्यस्य रूपद्वयं लापयति, लाययति, लाययति. साधु यत्र कुक्कागमः भवति तत्र तु एषु भूत्वा कुक्कागमः भवति. अस्तु, अग्रे पश्यामः चीदातोः विषये. अरुणा भगिनी, भगिनी हलो, किञ्चित् अपि गृहे ध्वनिः अस्ति, म्यूट् भवति खलु. शी धातु भगिनि, आम् आम्, शी धातु छि अर्थः चयने स्वादिगणे अस्ति. लटि चिनोति चिनुते इति लट्लकाररूपं. चीस्पुरो नौ इति सूत्रं विकल्पेन ची स्पुर् इति धातोः एचः स्थाने आदेशः भवति. नौ इति अनुबन्धरहितत्वेन निचि निनिश्च भवति. भगिनि क्षम्यतां, मम अहं पुनः वदामि एकनिमिषं भगिनि. अत्र ली धातोः वयं पुक् आगमः कुर्मः किं तत् तर्हि किं रूपं भवति? लीपयति इति रूपं भवति खलु. लापयति कथं भवति? तर्हि लापयति नास्ति. अहं तु अष्टाध्यायी डाट् काम् मध्ये काशिकावृत्ति पश्यामि, तत्र तु केवलं रूपद्वयमेव, लीनयति लाययति इत्येव रूपद्वयं, लापयति न आगच्छति. ला धातोः कृते रूपद्वयं भवति लापयति इति, किन्तु ली धातोः कृते केवलं लीनयति लाययति इत्येव रूपद्वयं, लीपयति इति रूपं नास्ति. विलापयति इति विपातनार्थे ला कथं भवति स्म? अकारः कुतः आगतः? यत्र नुगभावे पुगागमः इति अस्ति चेत् न रूपत्तु लापयति इति भवति खलु, लीपयति इति भवति रूपं, तत्तु न. भगिनि अत्र पूर्वे अस्ति ला धातोः, तत्तु ला धातोः विषये भगिनि, अधुना ली धातोः विषये वयं वदामः. महोदय, ली धातोः लै भवति, अत्र अगेन् आदेश उपदेशति कार्यं, पुकागमः अपि अस्ति किल. उपदेशव्यवस्थायां नास्ति खलु, तर्हि न भवति महोदय. अचोणिति यत्र अचोणिति इति एकवारं विकरणं भवति, तथा तु तस्य उपदेशव्यवस्था नास्ति खलु. अत्र यथा भगिनी उक्तवती, ला धातोः एव लापयति इति, तदेव महोदय अत्र उल्लिखितवान् लापयति इति. तर्हि लीनयति अनन्तरं लाययति इति अन्तिमरूपमस्ति खलु. लायति इति. आम् आं लायति. लापयति वा लीपयति? अचोण् इति एचोयवायवः इति सामान्यकार्यं. महोदय महोदयं लिखामि. पुक् पुक् नास्ति वा अत्र? पुकामः नास्ति वा? पुक् आगच्छति चेत् किं भवति रूपं? लीपयति खलु? लीपयति किन्तु तादृशरूपं नास्ति. अस्तु महोदय. अत्र अहं काशिकावृत्त्यां दत्तमस्ति, केवलं रूपद्वयमेव दत्तमस्ति, लीनयति लायति इति रूपद्वयमेव लीधातुः कृते. अस्तु महोदय, धन्यवादः. चिदातु क्षम्यतां भगिनी, चिदातु. चिन्ता नास्ति भगिनी. ची स्पुरो नौ विकल्पेन ची स्पुर् इति धातोः धातोः एव एजः स्थाने आ आदेशो भवति. नौ नौ इति अनुबन्धरहितत्वेन निचि निनि च भवति. चिश्च स्फुर तयोः इतरेतर द्वन्द्वः. चिष्पुरौ तयोः चिष्पुरोः चिष्पुरोः षष्ट्यन्तं नौ सप्तम्यन्तं द्विपदमिदं सूत्रम्. आदेश उपदेशे शिति इत्यस्मात् आतः एच् आत् एचः इत्यनयोः अनुवृत्ति विभाषा लीयते इत्यस्मात् विभाषा इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं. विभाषा चिष्पुरोः एचः आत् नौ सूत्रं. चि धातु अर्थः चयने क्रिया छ्वादिगणे अस्ति. अत्र नूतनसूत्रमस्ति चि स्पुरो नौ इति विकल्पेन चि वा स्फु धातु निच् प्रक्रिये एचः स्थाने आदेशः भवति इति वदति विकल्पेन एव. अत्र नौ इति द्वे नि प्रत्यये अस्ति. निचि निनि इति अपि स्वीकर्तव्यम्. आं भगिनि. आदेश आगति प्रक्रियारूपं चि योगः निच् प्रथमम् अचुनिन्निति इति सूत्रेण इकार वृद्धिः भवति. छै भवति छै योगः इ. चिस्पुरोर्नौ इति सूत्रेण ऐकारस्थाने आकार आदेशः भवति. ततः रूपं छ योगः इ. अत्र अप्ति ह्रीलीरि ज्ञूयीच्छ्मायातां पुनौ इति सूत्रेण अपुगागम आगच्छति. चाप् योगः इ. चापि इति नूतनधातु निजन्तधातुः. तदनन्तरं शप् तिङ्गन्तरूपं चापि योगः शप् योगः इति. चापि वृद्धि शप् इति सार्वधातुक ततः गुण भवति. चापे योगः आ योगः इति चाप् यचोयावः सूत्रेण चाप्य चापयि आदि चापयति इति रूपं लट् लकाररूपं प्रेरणार्थे लट् रूपं भवति. आदेशभावे चि योगः निच् प्रथमम् अचोणिनि इति सूत्रेण चै योगः हि यचोयावयावः सूत्रेण आय् आदेशः. चाय् योगः हि चाय् दिदन्तधातुः योजनेन चाययति इति द्वे रूपाणि भवति. अस्तु भगिनि. अत्र किमर्थं स्मरति किं क्रीड्जीनां नौ इति सूत्रमासीत् खलु? किमर्थं मिलित्वा तत्रापि समानविषयः आसीत् नौ परे एषः आत्तागमः इति. किमर्थं तत्र एव चीस्पुर् इति योजयित्वा क्रीड्जी चीस्पुरो स्पृणां नौ इति किमर्थं न स्यात्? अत्रापि उपदेशे नास्ति. द्वयमपि मिलित्वा एकसूत्रं किमर्थं पाणिनिः न रचितवान् इति प्रश्नः. क्रीड्जीनां नौ इति तत्र एव चीस्पुर् इति धातूनामपि उल्लेखः स्यात्, किमर्थं तत्र न कृतवान् इति. You are required. पुष्पा भगिनि म्यूट् भवति दातु मित्तांहस्व तत्रापि आगच्छति भगिनि किं भगिनि मित्तां ह्रस्व तत्र तस्य अन्तर्भूता मित्तां ह्रस्वः अधुना नास्ति भगिनि अधुना क्रीड् चिस्पुरोण्णौ इत्यस्मिन् मिताः ह्रस्वः इति किमपि नास्ति दातु तत्र आगच्छति तत्तु भिन्नकार्यम् अस्ति भ्रमः मास्तु अत्र तु केवलं चिस्पुरोः किमस्ति नौ प्रत्यये परे समान अस्ति सूत्रं समान अस्ति एकमेव भेदः अस्ति विभाषा इति अत्र अस्ति ततः भिन्नसूत्रम् आमामां विकल्पेन आकारः भवति विकल्पेन नो चेत् सायि अपि रूपं तत्र क्रीडीनां तु नित्यम् आसीत् वैकल्पिकमस्ति अधुना अत्र एतावत्पर्यन्तं वयं यद् दृष्टवन्तः मितां ह्रस्व इति किमपि मा चिन्तयतु एतत्तु सामान्यकार्यं वयं दृष्टवन्तः अग्रे मितां इति कः विषयः इति पश्यामः अस्तु भगिनी एव पठति किं भगिनि चीचुरादिगणे नान्ये मितौ आहेतौ इति सूत्रेण मित् आहेतौ अतः मितां ह्रस्वः इत्यनेन उपधायां स्वरः ह्रस्वः भवति स्वार्थे एव चिधातु स्वादिगणे चुरादिगणे अपि आगच्छति भगिनि किं भगिनि चिधातु चिधातु चुरादिगणे अपि अस्ति न एक आम् चयने इति स्वादिगणे अपि अस्ति आं चुरादिगणे अपि अस्ति चुरादिगणे अपि अस्ति चुरादिगणे अत्र स्वार्थे निश्चितेन अत्र अत्र किम् इत्युक्ते चुरादिगणस्य यत् धातुः अस्ति तत्र एकं गणसूत्रमस्ति खलु किमस्ति ण्यपादयो मितः इति किमपि गणसूत्रमस्ति ये ण्यपादीनां ण्यपादयः मितः इति किमपि ण्यपादीनां तु मित् संज्ञा प्राप्नुवन्ति इति किमपि अन्तर्गणः अस्ति तत्र एव एतदपि सूत्रं गणसूत्रमपि आगच्छति यत्र गणसूत्रं ण्यपादिगणस्य गणसूत्रं विधीयते तत्र एव एतत् सूत्रम् आयाति नान्ये मितः अहेतौ इति सूत्रं किं वदति ये ण्यपादयाः ण्यपादिगणस्य अन्तर्गणे ये षड् धातूनाम् उल्लेखनम् अस्ति धातवः उक्ताः ये इत्युक्ते अग्रे भगिनी पूर्णतया पठतु अनन्तरम् अहं वदामि ओके चुरादिगणे नान्ये मितौ अहेतौ इति गणसूत्रेण मित् आशयतौ अतः मितां ह्रस्वः इत्यनेन उपधायां स्वरा ह्रस्वः भवति स्वार्थे एव गणसूत्रं नान्ये मितौ अहेतौ इत्यनेन अहेतौ स्वार्थे निच्चि नपादिभ्यो अन्ये मितौ न स्युः अत्र कथनस्य शैली अवगन्तव्या नो वेत् अर्थस्पष्टो न स्यात् नो चेत् अर्थस्पष्टः न स्यात् पाणिनेः धातुपाठे चुरादिगणस्य स्थले नपादयः इति अन्तर्गण दीयते एव तत्र षष् धातवः नप यं चः अह बला चिं अस्मिन्नेव प्रसङ्गे नान्ये मितौ अहेतौ इति गणसूत्रं वर्तते सूत्रस्य अर्थः एव यत् एतान् षड् धातून् अतिरिच्य अन्ये चुरादिगणीयधातवः हेतौ मितः न सन्ति अनेन ज्ञायते यत् एते षड् धातवः अहेतौ मितः सन्ति अपि च हेतौ मितः न सन्ति तर्हि प्रश्नः स्वाभाविकः यत् किमर्थं साक्षात् न उक्तं किमर्थं ये तदा न सन्ति तदेव दीयते यस्य द्वारा बोध्यं यत् एत् षड् तथा सन्ति अनेन सूत्रस्य लघुत्वं नान्ये इत्यस्य स्थाने ज्ञपादयः इति स्थाप्यते चेत् सूत्रम् इतो अपि दीर्घम्, अपि च यतो हि सूत्रं दत्तमस्ति ज्ञापदायः इति अन्तर्गणस्थले तदर्थज्ञापादयः इति शब्दस्य आवश्यकता नास्ति. अहं न अवगतं भगिनि, तावत् प्रायः भ्रमात्मक नास्ति इति मम मतिः. भवन्तः प्रश्नः अस्ति चेत् कृपया पृच्छन्तु. किम् इत्युक्ते अत्र उक्तमस्ति चुरादिगणस्य अन्तर्गणः अस्ति ज्ञपादयः इति अन्तर्गणः अस्ति. तत्र तु षड् धातवः सन्ति, ज्ञप यम चः रः बलचिन् इति षड् धातवः उल्लिखितः उक्ताः सन्ति. तत्र एकं सूत्रमस्ति नान्ये मितो अहेतौ इति एकं गणसूत्रमस्ति. सूत्रं किं वदति? एते षड् धातवः, अधुना वयम् अहेतौ इति स्वीकुर्मः. अहेतौ इत्युक्ते स्वार्थे इति. चुरादिगणस्य तु स्वार्थे एव भवति खलु, यत्र स्वार्थे निच् भवति. तर्हि यत्र स्वार्थे निच् इति भगन्तव्यं, यत्र स्वार्थे निच् भवति तस्मिन् समये ये षड् धातवः मितः सन्ति इति उल्लिखितम् अति इति उक्तम् इति सूचितं. किन्तु एते षड् विहाय अन्ये सर्वे धातवः तेषां नित्वं न विदितं स्वार्थे एव. प्रेरणा ते अधुना वयं न पश्यामः. स्वार्थे षड् धातवः एव मितः सन्ति, अन्ये धातवः सर्वे तु मित्संज्ञकाः न सन्ति इति उक्तमस्ति स्वार्थे. अस्तु, तर्हि स्वार्थे किं भवति? चि धातोः रूपं किं भवति? चि योगः णिच् इति आगच्छति खलु स्वार्थे. तथा किं भवति? समानकार्यमस्ति अचोणिति इति कार्यं, चै इति भवति. अनन्तरं किं भवति? चिस् पुरोर्णौ इत्यनेन चा आगमः भवति. तर्हि चा इति भवति, चा योगः इ इत्यस्मिन् अर्ति ह्री रीक्ष्णुयीक्ष्मयतां पुङ्णौ इत्यनेन पुगागमः भवति. तर्हि चापयति इति रूपं, चापि इति पुगागमः भवति चापि इति. अधुना किम् अस्ति इत्युक्ते मितां ह्रस्वः इति आगच्छति. किम् इत्युक्ते चि धातुः षट्सु अन्यतमः अस्ति खलु, षड् धातुषु अन्यतमः अस्ति, ज्ञपादिषु वर्तते खलु, ज्ञपादिषु वर्तते इति कृत्वा चि धातुः मित्संज्ञकः अस्ति. अधुना वयं स्वार्थे रूपं पश्यामः इति कृत्वा अहेतुः अस्ति, हेतुः नास्ति खलु, अहेतुः अस्ति. स्वार्थे पश्यामः, तर्हि मित् संज्ञा अस्ति इति कृत्वा दीर्घस्य ह्रस्वत्वं भवति. मित् संज्ञा अस्ति इति कृत्वा छपि इति, तर्हि छपयति इति रूपं प्राप्नुमः यत्र स्वार्थे. तथा एव अभावे आ आदेश अभावे किं भवति? चि योगः णिच् इति स्थितौ अचोणिति इत्यनेन चै योगः इ, एकोयवायवः इत्यनेन चा योगः इ, चायि इति रूपं. पुनः मित् अस्ति इति कृत्वा स्वार्थे चयि इति धातुः. तर्हि चययति तपयति चययति इति रूपद्वयं प्राप्नुमः वयं स्वार्थे. अस्तु, किन्तु अन्ये धातवः सन्ति खलु भगिनी भव्यभगिनी, इदे तदैव महोदय बहु सम्यक् समये विवरणं कृतं. तद् नास्ति, कथं नास्ति इति तद् प्रश्नं बहु जनानि बहु मित्रेण पृष्टं. तद् प्रश्नस्य उत्तरं नास्ति. अधुना अहं स्वार्थे विषये वदामि. स्वार्थे किं सका स्थितिः इति वदामि. एकनिमिषं स्थगयतु, अहं पूरयामि, अनन्तरं भगिनी वदतु. किमित्युक्ते स्वार्थे तर्हि शपयति चययति रीतिरूपं प्राप्नुमः. अत्र अष्टाध्यायी डाट् काम् मध्ये गत्वा चि धातोः स्वार्थे रूपाणि पश्यन्तु. शपयति चययति इति रूपं प्राप्नुमः तत्र पश्यन्ति चेत्. कुतः इत्युक्ते तेषाम् एते षड् धातूनां स्वार्थे मित्संज्ञकाः भवन्ति षड् धातवः, केवलं षड् धातवः, अन्ये तु न सन्ति. किमर्थम् इति वदनस्य एव नान्ये इति, नान्ये एते षड् धातवः मितः सन्ति स्वार्थे, अन्ये धातवः तेषां मित्संज्ञा नास्ति इति नान्ये इति उक्तमस्ति. तत्रैव महोदय दत्तवान् केवलं किमर्थं नान्ये मितः हेतौ किमर्थम् इति वदनस्य किं का आवश्यकता? केवलं न्यपादेः मितः हेतौ, किन्तु यदि न्यपादेः मितः हेतौ इति वदनेन किं भवति? अन्यधातूनां का स्थितिः इति प्रश्नः अपि आगच्छति खलु. नान्ये इति वदनेन किम् इत्युक्ते अन्यधातूनां मित्संज्ञा न भवति, स्वार्थे एव तस्य मित्संज्ञा न भवति इति सारांशः. अस्तु, अधुना हेतौ किं भवति इति. स्वार्थे तु षड् धातूनां मित्संज्ञकाः मित्संज्ञा वर्तते, अन्ये धातूनां मित्संज्ञा नास्ति. प्रेरणार्थे हेतौ स्थितौ का स्थितिः? कस्यापि मित्संज्ञा नास्ति, षड् धातूनामपि मित्संज्ञा नास्ति यत्र प्रेरणार्थे अस्ति चेत् हेतौ इति कृत्वा अस्माकं रूपम् अधुना वयं चापयति इति प्राप्तवन्तः खलु. चापि इति नूतनधातुः अत्र मितां ह्रस्वः इति सूत्रस्य कार्यं न करोति, इति सूत्रं कार्यं न करोति. किमर्थम् इत्युक्ते मित्संज्ञकः नास्ति. प्रेरणार्थे ची धातुः यत् वयं रूपं साधयामः चापि इति, तत्तु मित्संज्ञकः नास्ति. तर्हि चापयति चययति इति रूपं ची धातुः रूपम्. यद्यपि न्यपादिगणस्य अस्ति तथापि तेषां प्रेरणार्थे तेषां तु षड् धातूनामपि मित्संज्ञकः संज्ञा नास्ति, अन्येषां धातूनामपि मित्संज्ञा नास्ति. किन्तु यत्र स्वार्थे भवति तत्र तु षड् धातूनां मित्संज्ञा भवति, अन्येषां धातूनां मित्संज्ञा नास्ति. मित्संज्ञा इति इत्यनेन का लको लाभः इत्युक्ते तत्र ह्रस्वत्वं भवति उपादायां तावदेव. अरुणा भगिनी अधुना प्रश्नः अस्ति किं भगिनि? अवगतं भगिनि. प्रश्नः अस्ति, ची धातुः ज्ञपादेय षट् इत्यस्य एकः अस्ति, अतः ज्ञापयति न चापयति चपयति इति मिसां गत्वा कार्यं करोति इति कृत्वा चपयति अपि तदपि भवितुमर्हति. महोदय अहं वदामि चायति अन्यरूपम् अस्ति तथैव, परन्तु चापयति यदि कार्यं करोति भवति किल तत्रापि मिदां रस कार्यं करोति स्वार्थे, अतः चापयति चपयति इति उक्तवती. ओके, चपयति चयति इति उभयत्र अहम् उक्तवती. धन्यवादः. चमिता महोदय. भगिनी भगिनी नान्ये मितौ हेतौ भगिनी अनुवृत्तिसहितसूत्रं किं भगिनि? एतत् तु केवलं गणसूत्रमस्ति भगिनी, पाणिनेः सूत्रं नास्ति. गणसूत्रमस्ति. गणे किम् उक्तवान् इत्युक्ते न्यपादिगणस्य अन्तर्गणस्य शीर्षके दत्तमस्ति इति कृत्वा न्यपादिगणस्य शीर्षके षड् धातूनां मूले उक्तः खलु, तदनन्तरं लिखितमस्ति एते षड् धातवः एव मित्संज्ञकौ स्वार्थे इति सूचयितुं न अन्ये मितौ अहेतौ इति उक्तमस्ति. इत्युक्ते एते षड् धातवः एव अहेतौ मित्संज्ञकाः सन्ति, किन्तु अन्ये धातवः तु न सन्ति मित्संज्ञकाः इति तत्र गतमस्ति गणसूत्रे दत्तम्. अस्तु, धन्यवादः. अग्रे पश्यामः किम्, अग्रे पूरयामः अत्र तस्य क्रमः. उषा भगिनी पठति किं भगिनि? म्यूटेड् अस्ति भगिनि उषा भगिनी. भगिनी उदाहरणं कृतवान् वा, पठनीयं वा पुनः? अस्तु. आ आदेश ची योग पाश रूप वीणा तुल श्लोक सेना लोम त्वच वर्म वर्ण चूर्ण चुरादिभ्योणिच् अनेन चुरादिगणेन च प्रत्यय विधीयते स्वार्थे. चीयोग ऋच् सनाद्यन्त धातव इत्यनेन धातुसंज्ञा चि योग इ हेतुमति च चि योग इ णिच् रेणनिति यनेन लोपः अन्यति आदधातुके चि योग इ सनाद्यन्तधातव इत्यनेन धातुसंज्ञा चि योग इ अचोन्यनति चै योग इ चिस्फुणोणो इत्यनेन आ आदेश अतिः व्लीरि ञुयिष्म्यातां मुम्नौ इत्यनेन पुगागम शापि न अन्ये मितो हे अहेतो इति गणसूत्रेण मितां हस्व न भवति हेतौ चापि इति रजन्त धातु चापयति. अत्र उदाहरणे दत्तमस्ति यदि चि प्रेणार्थे अस्ति तत्र गति किं भवति प्रक्रिया का अस्ति. पूर्वमपि एतदेव आसीत् खलु, किन्तु अत्र किञ्चित् विवृतम् अस्ति. अत्र चिरादिगणस्य निच्छपि स्थापयित्वा पुनः तस्य लोपं कृतवान्. आमां पूर्वं रेणनिति न लिखितवान्, इदानीं तदत्र प्रदर्शितवान् साधु. अपि महोदय उक्तवान् यदि हेत्वे प्रेणार्थे अस्ति संज्ञा पूर्वं भवति न तु अनन्तरं, यथा यदि वयं केवलं स्वार्थे कुर्मः तदनन्तरं यदि वयं हेतु अर्थे हेतुमति आनीत्य कुर्मः तत् साधु नास्ति. प्रथम एव प्रथमेव सर्वे प्रत्ययः तु धातुसंज्ञा भवति. द्वितीयपरिच्छेदे अस्ति तत् चि योग यदि चुरादिभ्य स्वार्थे यत् सूत्रमस्ति पाशरूपवीणा तुल्यश्लोकस्नेहालोमत्व त्वच वर्म वर्णचूर्णचुरादिभ्योणिच् तत्र चि धातुः अस्ति इत्यन्ये मुनिच् स्वार्थे आगच्छति तत्र अनुबन्धालोपानन्तरं चि योग इ सनाद्यन्तधातुः अस्ति. अत्र चि योग इ धातु एव धातु नास्ति, किन्तु हेतुमति यदि विवक्षा अस्ति तत्र हेतुमति आगत्य पुनः अनिच् आगच्छति. तदनन्तरं रेणनिति अनेन प्रथम मिञ्चनिच् यत् अस्ति तस्य लोपः भवति अनिति परे राधधातुके. सो तत् एकम् एव एकार रिञ्च् भवति. सो चि योग इति भवति. इदानीं सनाद्यन्तधातुः पुनः धातुसंज्ञा भवति अचोन्यनति इनने चि इकारान्तस्य वृद्धिः भूत्वा चै भवति चै योग इ चिस्फुर्णो इति सूत्रेण आकार आदेश भवति ऐकारस्य स्थाने ए च स्थाने आत् आदेश अतिः व्लीरि ञुयि शम्यतां पुङ्णो अनेन सूत्रेण ऐकारस्य स्थाने आत्वम् आगच्छति क्षम्यतां पुक् आगम आगच्छति चापि इति भवति. इदानीं नान्ये मितो मितो मितः हेतो इति गणसूत्रमस्ति. मितां हस्व न भवति कारण कि न अन्ये मितो हेतु केवलं यत् स्वार्थे अस्ति तस् इदानीम् अस्माकं विवक्षा तु प्रीणार्थे अस्ति अतः मितां हस्व च अत्र प्रसक्तिः नास्ति. सो चापि इति भवति चापि योग तिप् योग शप् आगच्छति तापि योग चापि योग शप् योगति अनुबन्धालोपानन्तरं चापे ति भवति एचो वयायवदने चापयति आगच्छति. यदि चिस्फुर्णो इति सूत्रेण विकल्पेन भवति यदि विकल्पेन साधु विकल्पेन साधुभाषास्ति तस्मिन् विषये अग्रे अस्ति अग्रे अस्तु. ध्येयं यद् धातुसंज्ञा सर्वप्रथमं भवति सदा यावत् धातुसंज्ञा न स्यात् अन्यत् किमपि कार्यं न भवेत्. तदर्थं चुरादिगणे प्रेणार्थे ऋच् सर्वप्रथमं द्विवारं ऋच् विधीयते विधीयेत्. यतोहि एवम् अस्ति तदर्थं यदा अन्ते मृतां ह्रस्व इत्यनेन ह्रस्वत्वं स्यात् तस्य तदानीं प्रसक्तिः एव नास्ति न अन्ये मितो हेतो इति गुणसूत्रम् गणसूत्रं साधु यदि धातुसंज्ञा प्रक्रियायां धातुसंज्ञा सदैव प्रथमं करणीयं यदि धातुसंज्ञा स्वार्थे अस्ति तु केवलं स्वार्थसंज्ञा एकम् एव लिच् तत्र तिष्ठति तद् यदि चिन् धातुः अस्ति तत्र मित्तां ह्रस्व कारं करोति किन्तु यदि हे प्रेणार्थे अस्ति तत् धातुसंज्ञा प्रेणार्थे हेतुमति अनेन धातुसंज्ञा रेणनिति हेतुमति रेणनिति आगत्य धातुसंज्ञा आगच्छति इदानीं प्रेणार्थे अस्ति तो न अन्य मितो हेतो इति गणसूत्रा सूत्रेण मित्तां ह्रस्व तस्य प्रसक्तिः एव नास्ति तो तस्य ह्रस्वं न भवति इति आगच्छति यदि आकार आदेशो भवति जस्पृणो इति सूत्रेण विभा अनुवृत्तिसूत्रं वदति विभाषा विभाषा चिस्फुरो ये च आतौरौ सो यदि आकारस्य अभावः अस्ति तदा केवलं रेणनिति इति चि योग ऋच् योग चि योग इ योग ऋच् रेणनिति चि योग इ अचो ज्ञनति चै योग इ एचो वयाव चाय योग इ चायि न अन्ये मितो अहेतो इति गुणसूत्रेण मितां ह्रस्व न भवति हेतौ चायि इति ऋजन्तधातु चाययति सो यदि आदेश आकारस्य आदेश न भवति विपक्षे कार्यं किम् अस्ति तस्य प्रक्रिया दत्तमस्ति चि योग ऋच् चि योग इ पुनः हेतुमति अनेन ऋच् द्वितीयवार आगच्छति रेणनिति अनेन पूर्व इकार ऋच् तस्य लोपः भवति सो चि योग ऋच् इति भवति अचोञ्जनति अनेन चि स्थाने वृद्धिः भूत्वा चै योग इ भवति इदानीं चायी भवति एचो वयानेन अति सनाद्यन्तधातुः भवति इदानीं नान्ये मितः अहेतो इति गणसूत्रेण मितां ह्रस्व तस्य प्रसक्तिः न भवति चायी योग शप् योगति चाययति इति भवति सो आहत्य यदि चि धातुः अस्ति अस्माकं विवक्षा प्रेणार्थे अस्ति द्वे रूपे आगच्छन्ति चापयति चाययति चिस्फुरणो इति अनेन सूत्रेण यदि स्वार्थे अस्ति तत्र मितां ह्रस्व कार्यं करोति सो चपयति भवति तत्र वा चययति भवति किं प्रश्नः अस्ति धन्यवादः भगिनि शुभरात्रि धन्यवादः किमपि अस्ति किं महोदय मणिं महोदय किमपि उक्तवान् किल अत्र लीलो लीलो सूत्रं पठितवान् किल अत्र पुगागमः नास्ति इति परन्तु विभाषा लीयते इत्यस्य अनन्तरं पश्यतु अत्र ईकारस्य वृद्धिः न जायते अपि तु आ आदेशः भवति तदा अर्थे ह्रीलीति इति पुङ्नौ इति सूत्रेण पुगामः अस्ति इति दत्तम् ईकारस्य कथा भवति स्म ईकारस्य वृद्धिः न जायते चेत् न जायते अपि न वृद्धिः न जायते अपि तु आदेशः भवति इति दत्तम् अत्र विभाषालये अनन्तरं केन सूत्रेण न महोदय अत्र दत्तमस्ति महोदयेन अहं न वदामि किन्तु केन सूत्रेण इति पृच्छामि अपि न दत्तम् अत्र अस्ति मम अवगमनम् एवम् अस्ति वृद्धिः जायमाने सति यत्र वृद्धिः भवति स्म तद् प्रभाद्य आदेशः भवति इति प्रायः स्यात् इति एषः विषये इति अस्ति खलु तस्मिन् सन्दर्भौ आदेशः भवति इति इति मम अवगमनम् अहं लिखामि महोदय स्वरूप महोदयं लिखामि तर्हि अस्माकं संशयः निवार्यते खलु पूर्वमपि मम अस्मिन् विषये संशयः आसीत् किन्तु तदा तु भ्रमः बहु भ्रमः आसीत् धन्यवादः महोदयस्य ध्वनिमुद्रणं श्रुणोतु आं भगिनि।